पद्मपुराणं खण्डं वन् सृष्टिखण्डम् अध्यायं 59 व्यास उवाच अतः परं प्रवक्ष्यामि कीर्तिधर्मं परं शुभं सेतुबन्धबलं पुण्यं ब्रह्मणा भाषितं यथा कान्तारे दुस्तरे पङ्के पुरुशङ्कुसुमाकुलम् आलिं कृत्वा भवेत् पूदो देवत्वं यादिमानवः पितस्तौ तु लभेत् स्वर्गं दिव्यं वर्षशतं समम् एवं सङ्ख्याविधानेन नरस्वर्गान्न हीयते कदाचित् पङ्कयोगाच्च स्वर्गाद्भुवि विजायते तदा भट्टारकश्रीमान्रोगशोकविवर्जितः पङ्कादौ सङ्क्रमांश्चैव कृत्वा स्वर्गान्न हीयते सर्वपापं क्षयं तस्य सम्प्रयादि दिने दिने तथालि सङ्क्रमाणां च फलं तुल्यं प्रकीर्तितं धनप्राणाव्ययेनैव धीमदा क्रियते सदा श्रूयतां यत्पुरा वृत्तमाख्यानं वृद्धसम्मतं कश्चिच्चोरो महाभीष्मे स्तेयकर्मणि चोद्यतः कान्तारे गोशिरस्थाप्य क्रान्त्वा स्तेयं गतो ह्यसौ धनापहरणं कृत्वा गृहस्थस्य च तेन हि गतस्वमन्दिरं तत्र जना गच्छन्ति वर्त्मनि सर्वेषामेकपादस्य सुखं भवति निश्चितम् एकपादे ह्रदे दुर्गे तारकं गोशिरः परम् चान्द्रायणं च तत्तस्य कान्तारे संस्थितं शिरः ततश्चोरस्य निधने चित्रगुप्तप्रणीतके धर्मस्य फलमात्रं तु एतस्य च न विद्यते न दैवं पैतृकं कार्यं तीर्थं स्नानं द्विजार्चनम् दानं गुरुजनेमानं ज्ञानं परहितं शुभं मनसा न कृतं तेन क्रियया च कथं पुनः कृतं साहसिकं स्तेयं परदाराभिमर्शनं भूतमिथ्यापवादं च साधुनिन्दापरं तथा एवं शतसहस्रं तु तथा गोहरणं कृतं तत्राह धर्मराजस्तु कालानलसमप्रभः नयतैनं फलं शूरा दुर्गतिं चापुनर्भवम् एतस्मिन्नन्तरे वोचचित्रगुप्तोऽनुकम्पकः अस्त्यस्य गोशिरः पुण्यं किञ्चिन्नाधक्षमाधुना नृपो द्वादशवार्षिक्यं लभेत् पुण्योदयं क्षिदौ तद्धाकधर्मराजस्तं गच्छ मर्त्यं दुरात्मक अकम्टकं च राज्यं च भुङ्क्ष्व द्वादशवत्सरं यद्धृतं गोशिरो मार्गे मुक्तस्तस्यैव कारणात् पुनरत्र समागम्य सङ्गं ता च पुनर्भवं तद कृतां जलिर्देवमुवाच दुःखपीडितः धर्मराजानुकम्पा च मय्येवं पापकारिणि गुरुनाथ त्वनाथे च जानामि प्रीतिपूर्वकं धर्मराजस्तु तं चाह बाढमेवमिदो व्रज स्मरिष्यसि स्ववृत्तां तं मत्प्रसादात् सुदुःखितः यदस्मिन्नन्तरे चैव मोचितः किङ्करेण हि तस्य जन्माभवत्कौ च दुर्विधे चादिवाणिके आजन्मविविधं दुःखं भुक्तं पूर्वविकर्मदः भुक्त्वा क्लेशं महान्तं च एकविंशतिहायनम् तस्मान्नाष्ट्रे मृदो भूपस्वकर्म परिपीडितः यदस्मिन्नन्तरे मात्यै समालोक्य सुमं त्रिभिः अनेकपरिमर्शैस्तु पृथिव्यां भ्रमणं कृतं तमावृण्वंश्च ते सद्य सर्वेषां पुरतो दृढम् ततो राज्याभिषेकश्च कृतस्तैस्तु विमत्सरः स च राज्यं च संसृत्य धर्मराजवरेण च अकरोदालिकं कर्म शिलाबद्धं च मृण्मयं संग्रामं जलदुर्गे च तरणिं च तथा परे वापी कूपतटकानि प्रपाराममहीरुहं कृतवान्विविधं यज्ञं दानपुण्यमदः परं स्मरंश्च पूर्वकर्माणि सर्वपापक्षयाय वै कृतं बहुविधं धर्मं व्रतानि विविधानि च सुराणां ब्राह्मणानां च गुरूणां चैव तर्पणाद पापात् पूतो ययौ गेहं धर्मराजस्य धीमतः स यानस्थं ततो दृष्ट्वा क्रोधरक्तेक्षणोऽभवद स च तं प्राञ्चलिं प्राह भो धर्म कुरुतारणम् चित्रगुप्तो ब्रविद्वाक्यं धर्मराजसमीपदः कर्मणा मनसा पुरो विष्णुलोकं स गच्छतु स तच्छ्रुत्वा पुनश्चाह तस्य विज्ञाय कारणं स्मितः प्रीत्या प्रसन्नात्मा गच्छ गच्छाच्युतालयम् विमानं सुरलोकाच्च स्वागतं वर्णकर्बुरं समारुह्य गतस्वर्गं पुनरावृत्तिदुर्लभं तस्मात् किष्कुप्रमाणं हि दत्तं येनाश्लिकं पुरा स तु राज्यान्वयं स्वर्गं महान्तं चानुगच्छति तथैव गोप्रचारं तु दत्त्वा स्वर्गान्न हीयते यागदिर्गोप्रदस्यैव ध्रुवं तस्य भविष्यति व्यामैकं गोप्रचारं तु मुक्तं येन सुधीमता तस्य स्वर्गं भवेदिष्टं किमन्यैः पुरुभाषितैः गोप्रचारं यथाशक्ति यो वै त्यजति हेधुना दिने दिने ब्रह्मभोज्यं पुण्यं तस्य शताधिकं तस्माद्गवां प्रचारं तु मुक्त्वा स्वर्गान्न हीयते यश्चिनत्तिद्रुमं पुण्यं गोप्रचारं चिनत्यपि तस्यैकविंशपुरुषाः पच्यन्ते रौरवेषु च गोचारघ्नं ग्राम गोपशक्तो ज्ञात्वा तु दण्डयेत् चेतारं धर्मवृक्षाणां विशेषाद् गोप्रचारकं तस्य दण्डे सुखं तस्य तस्मात्तं दण्डयेत्तु सः प्रासादं गुरुदेयस्तु विष्णुलिङ्गस्य मानवः त्रिकाण्डं पञ्चकाण्डं च सुशोभं सुखडान्वितम्। इतोऽधिकं तु यो दद्यान्मृण्मयं वा दृशन्मयं वसुवृत्तिसुपूर्णं च सुरम्यं दिव्यभूतलम् प्रतिष्ठाकर्मसम्पन्नं किङ्करादिभिरावृतं सुलिङ्गमिष्टदेवस्य विष्णोरेव विशेषतः। कृत्वा च विष्णुसायुज्यं समाप्नोति नरोत्तमः, तथैव प्रतिमां कृत्वा हरेरन्यतरस्य च। कृत्वा देवकुलं रम्यं यत्फलं लभते नरः, न तन्मखसहस्रैस्तु दानैर्भुवि व्रतादिभिः। कल्पकोटिसहस्राणि कल्पकोटिशतानि च प्रासादे रत्नसंयुक्ते सम्पूर्णद्रव्यसङ्कुले। स वस्येत्कामगेयाने सर्वलोकमनोहरे, स्वर्गाच्युतो भवेद्राजा सार्वभौमो गुणैर्वशी। शिवलिङ्गे दुःप्रासादं कारयित्वा स्वशक्रिदः, यदुक्तं विष्णुलिङ्गे दु तज्ञेयं शिववेश्मनि। भुङ्क्ते भोगं महाभागो मनःशर्मकरं परं, रामाभिरामसम्पूर्णं सर्वदः सुखदं दिवि। उर्व्यामक्षयभोग्यानि नृपो वाधमहाधनि, हरस्य प्रतिमां व्यश्च कृत्वा देवगृहे नरः। सुलिङ्गां वा सुरूपां वा कल्पकोटिं वसेद्दिवि, स्वर्गात् भ्रष्टो भवेद्राजा धनी पूज्यतमोऽपि वा। देवीलिङ्गेषु सर्वेषु कृत्वा देवगृहं नरः, सुरत्वं प्राप्नुयाल्लोके देव्याः सर्वसुखोद्भवे। भृशमच्युततामेदि सुखमेदि निरामयं रत्नसंसृष्टप्रासादे मणिकर्पूरभूतले। रामायुधप्रसंभोग्य देवी संसृष्टनिर्भये, नृत्यगीतपरे रम्ये सर्वेन्द्रियमनोरमे, रत्नमर्दलदालाढ्ये सर्वदा स्त्री जनेरिते। निर्मले सुखदे रम्ये रत्नानां सुशुभे गृहे, तथैव प्रतिमायाश्च देव्याः प्रासादमुत्तमं नियुतं कल्पकोटीनां स्वर्लोकमेदि मानवः। स्वर्गाद्भ्रष्टो भवेद्धूपो देवी भक्तिपरायणः, एवं च जन्मसाहस्रं स्मर एव भवेद्भुवि। प्रासादं गणपत्यं च देव्या वा प्रीतिमान् नरः, कृत्वा सुरगणानां च पूजितो दिवि जायते। तथैव राजधामेदि भोग्यान् देवी पुरे तथा, अविघ्नं सर्वकार्येषु सदैव गणपो यथा। आज्ञानस्थलिता तस्य सुरासुरहरेषु च, तथैव सौरप्रसादे फलमेदि नरोत्तमः। आरोग्येषु प्रसन्नात्मा कामदेवसमप्रभः, वरद सर्वलोकेषु यथा भ्रध्नस्तथा हि सः। सुरस्य प्रतिमायां च गृहं कृत्वा शिलामयं कल्पकोटिशतं भुक्त्वा स्वर्गमुर्वीश्वरो भवेद्। विष्णुवादि सर्वदेवानामर्चनं यत् पृथक् पृथक् प्रत्येकं सम्प्रवक्ष्यामि नराणां हितहेदवे। हृदप्रदीपं यो दद्यात् मासमेकमहर्निशं दिव्यं वर्षायुधं स्वर्गे पूजितो देवसत्तमैः। कृतस्नानं तथा लिङ्गे यः कुर्यात् भुवि मानवः कल्पकोटिसहस्राणि मासैके लभते नरः। तिलतैलप्रदीपस्य तथान्यस्यार्थकम्फलं मासैकं जलदानस्य फलेनेश्वरतां व्रजेद। धूपदानेन गन्धर्वं चन्दने द्विगुणं भवेद। मृगमदा गरुसत्त्वस्य दाने बहुफलं भवेद। मालापुष्पप्रदानेन नरस्यात्रिदशेश्वरः शीते तूलपडीं दत्त्वा सर्वदुःखात् प्रमुच्यते। जन्मजन्म सुलभ्येद उष्णे च शीतलां पटीं दत्त्वा च नैव शीतेद शक्रिया वस्त्रं ददाति यः। चतुर्हस्तप्रमाणं च वर्षमवेष्टं सुशोभनं पिधानं चरणानां च दत्त्वा स्वर्गान्न हीयते। शक्त्या स्वर्णप्रसादेन स्वर्गे पूज्यो भवेन्नरः। दशयोजनविस्तीर्णे मण्डपे रूपभाग्भवेद। सुवर्णं रत्नसंयुक्तं दत्त्वा दशगुणं लभेद। वज्रवैडूर्यगारुत्ममाणिक्यादीननर्खदः। दत्त्वा लिङ्गे विधानाच्च ब्राह्मणे वा यशस्विनि शतयोजनविस्तीर्ण मण्डलेऽधिपतिर्भवेद। तथैव भुवि जातोऽपि सर्वलोकः प्ररञ्जनः सुरभिद्रव्यदानेन वावदूकश्च सुन्दरः। रक्तामृतसुकण्ठश्च पूगदानान्नरो भवेद। वरदासीप्रदानेन नरकल्पं वसेद्दिवि। वरदासीप्रसादेन उर्व्यां जादो धनेश्वरः। तथैव भृत्यदानेन बहुभृत्यो भवेद्दिवि। धरायामक्षया हृद्धिर्जन्मजन्मसुजायते। सर्वतुर्यप्रदानेन गुणवान् लोकसम्मतः। नृत्यगीतादिशास्त्रेण गन्धर्वाणां पतिर्भवेद। दासीदासयुगस्वर्गे धनैस्त्रीभिर्वरैर्युतः। तथैव गोप्रदानेन तावत्कालं वसेद्दिवि। लिङ्गे दुग्धप्रदानाच्च नरकल्पं वसेद्दिवि। दध्नास्नानेन द्विगुणं कृतेन तु शताधिकम्। अन्नं षड्रससंयुक्तं दत्त्वा क्षितिपतिर्भवेद्। तथैव पायसं दत्त्वा मुनीनां प्रवरो भुवि। अविष्यान्नं मुदा दत्त्वा वेदशास्त्रार्थपारगः। निरामिषप्रदानाच्च ब्रह्मचारी व्रती भवेद्। मधुदानाच्च सौभाग्यं गुडेन लवणेन च। शर्करादिभिर्लावण्यं सर्वलोकेषु गीयते। देवानां शम्भुलिङ्गानामर्चां कृत्वा विधानदः। अनुक्रमेण स्वर्गादौ लोकानां स पतिर्भवेद्। लोकानां च हितार्थाय देवास्तिष्ठन्ति सम्मुखाः। सकृत्प्रदक्षिणां कृत्वा शम्भुलिङ्गेषु पण्डितः। दिव्यं वर्षशतं पूर्णं स्वर्गमेदि नरोत्तमः। एवमेव क्रमेणैव नमस्कारैः स्वयंभुवः। लोकवन्द्यो व्रजेत् स्वर्गं तस्मान्नित्यं समाचरेद लिङ्गरूपस्य देवस्य यो धनं हरदे नरः स च रौरवमासाद्य हरणात् कीडदां व्रजेद दाधुपूजां च लिङ्गार्थे हरेश्चाप्या ददाति यः कुलकोटिसहस्रेण नरकान्न निवर्तते जलपुष्पादिदीपार्थे वसु चान्यगृहीतवान् पश्चान्न दीयते लोभादक्षयं नरकं व्रजेद दासीं हृत्वा दुलिङ्गस्य नरकान्न निवर्तते कामार्थो मातरं गच्छेन्न गच्छेत् शिवचेडिकां शिवदासीं ततो गत्वा शिवस्वहरणे तथा भक्षणादन्नपानान्नरो दुर्गतिमाप्नुयात् अधो देवलविप्रो यो नरकान्न निवर्तते तस्माद्वेश्या जनानां च दौष्ट्यमेव हितं भवेद अतस्तु गणिकां स्पृष्ट्वा नरस्नानाद्विशुध्यति मलिनां दुर्गतिं यादि बहुपूरुषः संश्रयाद वेश्या तपस्विनीया च देवार्चनरता सदा पतिव्रतपरा शुद्धा स्वर्गं चाक्षयमश्नुदे गणिकां मातृवद्यस्तु सदा सन्नां प्रपश्यति देववत्सुरलोकेषु निखिलं भोगमश्नुदे सुरासुरनराणां च वन्दनीयो यथा हरिः तदार्होऽयं सर्वलोके सर्वभूतैकपावनः देवदासः सदा यस्तु देवकृत्येषु लोलुपः स च गच्छति लोकेशो देवलोके महीयते ये तेषामेव लिङ्गानि कारयित्वा च मण्डपम् सक्रिया यं लभते नाकं कालस्य निश्चयं शृणु हायनैकं तृणेनैव शरकाण्डेन तच्छतम् अयुधं त्वन्यकाष्ठेन लक्षं खादिरदारुणा कोटिकोटिजपाषाणैः सुदृढैर्यत्नसंयुतैः तस्मात् सर्वप्रयत्नेन मण्डपम् कारयेद्बुधः यावत्कालं वसेत् स्वर्गे नरो मण्डपकारकः तावत्कालं च हरणे नरो दुर्गतिमाप्नुयात् जनानां निचये रम्ये वस्तूनां क्रियविक्रये आश्रये चाध्वगानां च नदीनद समागमे देवानां मण्डपं कृत्वा यद्फलं लभते नरः तद्फलं समवाप्नोति द्विगुणं विप्रमन्दिरे अनाथस्य च दीनस्य श्रोत्रियस्य विशेषतः कारयित्वा गृहं रम्यं नरस्वर्गान्न हीयते य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम् अक्षयं लभते स्वर्गं प्रासादादे फलं लभेद धनीनां चेश्वराणां च तथा पुण्यवतां पुनः पाठयित्वा पठित्वा तु नरस्वर्गान्न हीयते देवानां दास दासीनां सदा देवालयेषु च पठेद्यस्तु सदा विप्रो मोक्षमार्गं स गच्छति नृपाणामीश्वराणां च धनीनां गुणिनां पुरः पठित्वा मोक्षमाप्नोति श्रवणात् तद्फलं लभेद द्विजाऊजुः सामान्येकः परपुण्यो मर्त्यलोके द्विजोत्तम सुलभो मर्त्यपूज्यस्तु मुनीनां च तपस्विनां चादुर्वर्ण्याश्रमाणां च पापपुण्यवदां नृणां गुणागुणवदां चैव वर्णावर्णवदां तथा व्यास उवाच सर्वेषामेव भूतानां रुद्राक्षेण युतो वरः दर्शनाद्यस्य लोकानां पापराशिप्रलीयते स्पर्शनाद्दिवमश्नादिधाराणाद्रौद्रतां व्रजेत शिरस्युरसि बाह्वौ च रुद्राक्षं धारयेत्तु यः स चेशानसमो लोके मके सर्वत्र गोचरः यत्र तिष्ठत्यसौ विप्र सदेश पुण्यवान् भवेद् तं दृष्ट्वाप्यथवा स्पृष्ट्वा नरः पूयेद कल्मषाद यज्जप्यं तर्पणं दानं स्नानमर्चा प्रदक्षिणं यत्किञ्चित् कुरुदे पुण्यं निखिलं तदनन्तकं तीर्थानां च महत्तीर्थं रुद्राक्षस्य फलं द्विजाः अस्यैव धारणादेहि पापात्पूतोदि पुण्यभाक गृहीत्वा चाक्षमालां च ब्रह्मग्रन्थियुतां शिवां यज्जप्तं च कृतं दानं स्तोत्रं मन्त्रं सुरार्चनं सर्वं चाक्षयतामेधि पापं च क्षयमाव्रजेत मालाया लक्षणं भूमश्रूयतां द्विजसत्तमाः तस्यास्तु लक्षणं ज्ञात्वा शैवमार्गं प्रलप्स्यथ निर्यो निकीडविद्धिं च भग्नलिङ्गं यथाक्रमम् अन्योन्यं बीजलग्नं च मालायां परिवर्जयेत् स्वयं च ग्रथिता याजश्लधान्योन्यप्रसज्जिता शूद्राधिग्रथिता शुद्धा दूरा तां परिवर्जयेत् मध्यमालग्नकं बीजं जप्तव्यं च यथाक्रमम् हस्तसम्भ्रमणेनैव मेर्वामर्शं पुनः पुनः सङ्ख्यातं यज्जपेन्मन्त्रमसङ्ख्यातं च निष्फलं सर्वेषामेव देवानां जपेन्मन्त्रं स्वमालया प्रयद सकले तीर्थे कोटिकोटिगुणं भवेद् शुद्धायामेव भूम्यां तु मेध्यके वृक्षमूलके गोष्ठे चतुष्पथागारे विष्णोर्मन्त्रं शिवस्य च गणपतेश्च सूर्यस्य लिङ्गे नन्दफलं लभेद शून्यागारे शवस्याग्रे श्मशाने च चतुष्पथे देवी मन्त्रं जपेद्यस्तु सद्य सिद्ध्यति साधकः यावच्च वैदिकं मन्त्रं पौराणं चागमोद्भवं सर्वं रुद्राक्षमालायामीप्सितेष्टार्थदायकं रुद्राक्षस्रवजं शुद्धं जलं शिरसि धारयेद् सर्वस्मात् कल्मषात् पूतः पुण्यं भवति चाक्षयम् रुद्राक्षस्य च प्रत्येकं बीजं प्रत्येकनिर्जरं धारयेद्यस्तनौ मर्त्यसुराणां सप्तमो भवेत् द्विजा ऊजुः रुद्राक्षस्तु कुतो जातकुतो वा मेध्यदां गतः किमर्थं स्थावरो भूमौ केनैव च प्रचारितः व्यास उवाच पुराकृतयुगे विप्रास्त्रिपुरो नामदानवः सुराणां च वधं कृत्वा अन्तरिक्षपुरे हि सः प्रणाशे सर्वलोकानां स्थिरो ब्रह्मवरेण च शुश्राव शङ्करो भीमं देवैरीशो निवेदितम् ततो जगवमासज्य बाणमन्दकसन्निभं धृत्वा तं च जघनाथदृष्टं दिव्येन चक्षुषा सपपादमहीपृष्ठे महुल्केवच्युतो दिवः खडनव्याकुलाद्रुद्रात्पतिता स्वेदबिन्दवः तत्राश्रुबिन्दुदो जादो महारुद्राक्षखः क्षितौ अस्यैव च फलं जीवा न जानन्त्यदि गुह्यतः ततः कैलासशिखरे देवदेवं महेश्वरं प्रणम्य शिरसा भूमौ स्कन्दो वचनमब्रवीद रुद्राक्षस्य फलं नाथ ज्ञातुमिच्छामि तत्त्वदः जपेद धारणे चैव दर्शने स्पर्शनेऽपि वा ईश्वर उवाच लक्षं तु दर्शनात् पुण्यं कोटिर्वै स्पर्शनेन च दशकोटिफलं पुण्यं धारणाल्लभते नरः लक्षकोटिसहस्राणि लक्षकोटिशतानि च जप्त्वास्य लभते पुण्यं नात्र कार्या विचारणा उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपादकैः मुच्यते सर्वपापेभ्यो रुद्राक्षधारणेन वै कण्ठे रुद्राक्षमादाय स्वापदो म्रियते यदि सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः ध्यानधारणहीनोऽपि रुद्राक्षं यदि धारयेद् सर्वपापविनिर्मुक्त सयादि परमां गतिं कार्तिकेय उवाच एकवक्त्रं द्वि त्रि चतु पञ्च षड्वक्त्रमेव च सप्ताष्टनववक्त्रं च दशैकादशवक्त्रकं रुद्राक्षं द्वादशास्यं च त्रयोदशमुखं तथा चतुर्दशास्य संयुक्तं स्वयमुक्तं च शङ्करं तेषां च तन्मुखानां च देवधाकाश्च तद्वद गुणो वा कीदृशस्तेषां दोषो वा जगदीश्वर यदि मेऽनुग्रहो वास्ति कथयस्व यथार्थतः ईश्वर उवाच एकवक्त्र शिवसाक्षाद् ब्रह्महत्यां व्यपोहति तस्मात् तु तारये देहे सर्वपापक्षयाय च शिवलोकं स गच्छेच्च शिवेन सह मोददे महदा पुण्ययोगेन हरानुग्रहकारणाद् एकवक्त्रं लभेन्मर्त्यो कैलासं च षडानन देवदेवो द्विवक्त्रं च यस्तु धारयते नरः सर्वपापक्षयं याधि यद्गुह्यं गोवधादिकं स्वर्गं चाक्षयमाप्नोति द्विवक्त्रधारणात्तदः त्रिवक्त्रमनदसाक्षाद्यस्य देहे प्रतिष्ठति तस्य जन्मार्जितं पापं जहत्यग्निरिवेन्धनं स्त्रीहत्या ब्रह्महत्याभ्यां बहूनां चैव हत्यया यत्पापं लभते मर्त्य सर्वं नश्यति तत्क्षणाद् यद्बलं वह्नि पूजायामग्निकार्ये कृताहुदौ तत्फलं लभते धीरस्वर्गं चान्नं तमश्नुते त्रिवक्त्रं धारयेद्यस्तु स च ब्रह्मसमो भुवि निचितं दुष्कृतं सर्वं दहे जन्मनि जन्मनि न चोदरे भवेद्रोगो न चैवा फडुदां व्रजेद पराजयं न लभते नाग्निना दह्यते गृहम् एतान्यन्यानि सर्वाणि वज्रादेश्च निवारणं नाशुभं विद्यते किञ्चित् त्रिवक्त्रस्य दुद्धारणाद् चतुर्वक्त्रस्वयं ब्रह्मा यस्य देहे प्रतिष्ठति स भवेत् सर्वशास्त्रज्ञो द्विजो वेदविदाम्बरः सर्वधर्मार्थतत्त्वज्ञस्मार्थपौराणिको भवेद् यत्पापं नरहत्यायां बहु सत्त्वेषु वेश्मसु तत्सर्वं दहते शीघ्रं चतुर्वक्त्रस्य धारणाद् महेशस्तुष्यते नित्यं भूतानामधिपो भवेद् सद्यो जातस्तदेशानस्तत्पुरुषो घोर एव च वामदेवैमे देवा वक्त्रैः पञ्चभिराश्रिताः अध सर्वत्र भूयिष्ठाः पञ्चवक्त्रोधरातले रुद्रस्यात्मजरूपोऽयं तस्मात्तं धारयेद्बुधः कल्पकोटिसहस्राणि कल्पकोटिशतानि च तावत्कालं शिवस्याग्रे पूजनीयसुरासुरैः सार्वभौमो भवेद्भूमौ सर्वतेजाशिवालये तस्मात् सर्वप्रयत्नेन पञ्चवक्त्रं तु धारयेद् षड्वक्त्रं कार्तिकेयं तु धारयन् दक्षिणे भुजे ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः स्कन्दस्य सदृशशूरकल्पान्ते समुपस्थिते नात्र पराजयं चैदि गुणानां माकरो भुवि कुमारत्वमवाप्नोति यथा गौरीश नन्दनः ब्राह्मणो भूपपूज्यश्च क्षत्रियो लभते जयं वैश्याशूद्रादयो वर्णाः सदैश्वर्यप्रपूरितः तस्यैवं वरदा गौरी मा देवसुलभा भवेद् ततो भुजबलादेव विश्वतेजा भवेन्नरः वाग्मि धीरसभायां च नृपवेश्मनि संसदि न च पादरतामेदि नैव भङ्गो भवेद्ध्रुवम् एतान्यन्यानि सर्वाणि षड्वक्त्रस्यैव धारणात् सप्तवक्त्रो महासेनस्त्वनन्दो नाम नागराट अस्य प्रत्येकवक्त्रे तु प्रतिनागा व्यवस्थिताः अनन्तकर्कटश्चैव पुण्डरीकोदतक्षकः विशोल्बणश्च कारीषशङ्खचूडश्च सप्तमः यदे नागामः वीर्यास्तवक्त्रे व्यवस्थिताः अस्य धारणमात्रे तु विषं न क्रमदे तनौ हरश्च परमप्रियदो भवेन्नागेश्वरे यथा प्रीत्या स्या सर्वपापानि क्षयं यान्ति दिने दिने ब्रह्महत्या सुरापानं स्तेयादि गुरुतल्पजम् यत्पापं लभते मर्त्य सर्वं नश्यति तत्क्षणात् देवस्य सदृशं भोज्यं त्रैलोक्ये निश्चितं लभेद अष्टवक्त्रो महासेनः साक्षाद्देवो विनायकः अस्यैव धारणादेव यत्पुण्यं तच्छृणुष्व मे जन्मजन्मन मूर्खस्यान्नादुरो न च नष्टधीः अविघ्नं सर्वकार्येषु तस्यैव सततं भवेद् नैपुण्यं लिपिकार्येषु महाकार्येषु कौशलं सर्वारम्भादिकार्येषु क्षमं तस्य दिने दिने अर्धकूटं तुलाकूटं सर्वकूटं तथैव च शिष्णोदरकरेणैव संस्पृशेद्वा गुरुस्त्रियम् एवमादीनि सर्वाणि हन्ति पापानि सर्वथा अक्षयं त्रिदिवं भुक्त्वा मोक्तो यादिपरां गतिं गुणान्येतानि सर्वाणि अष्टवक्त्रस्य धारणाद् नवास्यं भैरवं प्रोक्तं धारयेद्यस्तु बाहुदः कपिलं मुक्तिदं धृत्वा मम तुल्यबलो भवेद् लक्षकोटिसहस्राणि ब्रह्महत्या करोति यः तासर्वादपदे शीघ्रं नववक्त्रस्य धारणाद सुरलोके सदा देवै पूजितो मघवान्यथा हरवद्वरवेश्मस्थो गणेशो नात्र संशयः पन्नगाश्च विनश्यन्ति दशवक्त्रस्य धारणाद वक्त्रे चैकादशे वत्स रुद्राश्चैकादश स्मृताः शिखायां धारयेन्नित्यं तस्य पुण्यफलं शृणु अश्वमेधसहस्राणि यज्ञकोटिशतानि च गवां शतसहस्रस्य सम्यग् दत्तस्य यद्फलं तद्फलं शीघ्रमाप्नोति वक्त्रैकादशधारणाद हरस्य सदृशो लोके पुनर्जन्म न विद्यते रुद्राक्षं द्वादशास्यं यः कण्ठदेशे दुधारयेद् आदित्यस्तुष्यदे नित्यं द्वादशास्ये व्यवस्थितः गोमेधं नरमेधं जकृत्वा यद्फलमश्नुते तद्फलं शीघ्रमाप्नोति वज्रादेश्च निवारणम् नैव वह्निर्भयं चैव न च व्याधिप्रवर्तते अर्थलाभं सुखं भुङ्क्त ईश्वरो न दरिद्रता हस्त्यश्वनरमार्जारमूषकान् शशकांस्तथा व्यालदंष्ट्रिसृगालादीन् हत्वा व्याक्रातयत्यपि मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणाद् वक्त्रत्रयोदशो रुद्रो रुद्राक्ष प्राप्यते यदि चन्तमस्सदुविज्ञेय सर्वकामफलप्रदः सुधारसायनं चैव धातुवादश्च पादुका सिद्ध्यन्ति तस्य वै सर्वे भाग्ययुक्तस्य षण्मुख मातृपितृस्वसृभातृगुरून्वाथ निहत्य च मुच्यते सर्वपापेभ्यो त्रयोदशास्य धारणाद् अक्षयं लभते स्वर्गं यथा देवो महेश्वरः चतुर्दशमुखं वत्सरुद्राक्षं यदि धारयेद् सततं मूर्ध्नि बाहौ वा शक्तिपिण्डं शिवस्य च किं पुनर्बहुनोक्तेन वर्णितेन पुनः पुनः पूज्यते सततं देवै प्राप्यते पुण्यगौरवाद कार्तिकेय उवाच भगवन् श्रोतुमिच्छामि वक्त्रे वक्त्रे यथाविधि न्यसनं केन मन्त्रेण धारणं वा कथं वद ईश्वर उवाच शृणु षण्मुखतत्त्वेन वक्त्रे वक्त्रे यथाविधि अमन्त्रोच्चारणादेव गुणाख्येदे प्रकीर्तिताः यः पुनर्मन्त्रसंयुक्तं धारयेद्भुवि मानवः गुणास्तस्य महत्त्वं च कथितुं नैव शक्यते इदानीं मन्त्रादृश्यन्ते ॐ रुद्र एकवक्त्रस्य ॐ खं द्विवक्त्रस्य ॐ वुं त्रिवक्त्रस्य ॐ ह्रीं चतुर्वक्त्रस्य ॐ ह्रां पञ्चवक्त्रस्य ॐ ॐ षड्वक्त्रस्य ॐ ह्रस्सप्तवक्त्रस्य ॐ कम् अष्टवक्त्रस्य ॐ जूं नववक्त्रस्य ॐ क्षं दशवक्त्रस्य ॐ श्रीं एकादशवक्त्रस्य ॐ ह्रीं द्वादशवक्त्रस्य ॐ क्ष्वं त्रयोदशवक्त्रस्य ॐ रां चतुर्दशवक्त्रस्य एवं मन्त्रा यथा क्रमं न्यस्तव्याः शिरशिरसि मालां च गृहीत्वा यो व्रजेन्नरः पदे पदे श्वमेधस्य बलमाप्नोति नान्यथा। सर्वेषामपि वक्त्राणां धारणे मत्समो भवेद्। तस्मात् सर्वप्रयत्नेन रुद्राक्षं पुत्रधारय। धारयित्वा दुरुद्राक्षं म्रियते यः क्षितौ नरः। स यादि मत्पुरं रम्यं सर्वदेवैः प्रपूजितः। मरुदेशे पुरा वत्स वाणिज्याय किल स्थले। न चन्वणिक्सुतस्ताद तरौ प्रेदा प्रपीडितः। नरी नर्ति तदप्रेदा द्विजेन परमैक्षिज। का त्वं नृत्यसि दीनासि संवृदा जीर्णवाससा। अथ सा च द्विजं प्राह देवदूतान्मया श्रुतम्। अस्य चारुनरस्यैव वज्रपादेन साम्प्रतम्। निश्चितं निधनं विप्र मत्भर्तादु भविष्यति। ये तस्मिन्नन्तरे नागाद्वज्रं तस्य शिरोपरि। अपतत्स पपातोर्व्यां रुद्राक्षस्यार्धकण्टके। ततो मम पुरात्पुत्र विमानं चापदद्रुतम्। समारुह्य तद श्रीमांस्तत्र तिष्ठति संचिरं। ममांशकं समासाद्य ईश्वर कौ धनी भवेद्। एवं रुद्राक्षखण्डे च मृदस्य सुगतिस्सुत। ज्ञानेन दारिह्णः पुंसः फलं वक्तुं न शक्नुमः। सशैवो वा भवेच्चाक्रो गणपत्योऽधसौरकः। यो दधादिमृदो मालामेकं रुद्राक्षकं तु वा। यः पठेत् पाठयेद्वापि श्रावये शृणुतेऽपि वा। सर्वपापात् प्रमुक्तात्मा सुखं स्वर्गं लभेत् क्रमाद्। इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे रुद्राक्षमाहात्म्यं नामैकोनषष्टितमोऽध्यायः। ॐ